गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं गुरुत्वम् इति गुणः आद्यपतन असमवायीकारणं गुरुत्वम् इति तस्य लक्षणं कृतं पतनम् इति काचन क्रिया या क्रिया गुरुत्वेन जायते गुरुत्वम् इति गुणेन जायते अपि च केवलम् आद्यपतनमेव जायते न तु सर्वाणि पतनानि तत् द्वितीयपतनम् आरभ्य आद्यपतनेन उत्पद्यमानवेगाख्यसंस्कारः एव कारणम् तेषां गुरुत्वं कारणं नास्ति अपि च असमवायीकारणम् इति पदमपि लक्षणे निवेशितमस्ति यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति तत् असमवायीकारणम् अस्तु तर्हि एतत् सर्वम् अस्माभिः अधीतम् अपि च पृथिवी जलवृत्ति पृथिव्यां जले एव गुरुत्वम् अस्ति इति अस्माभिः ज्ञातम् गुरुत्वम् इत्यस्य आङ्ग्लभाषायाम् अनुवादं कुर्मश्चेत् वेट् अस्तु तदनन्तरं गुरुत्वे गुरुत्वलक्षणे अपूर्वविचारः इति तर्हि केवलं दलसार्थक्यं कुर्वन्तः स्मः वयम् आद्यपतन इति अस्ति असमवायीकारणम् इति अपि अस्ति तर्हि आद्यपतनम् इति दलं त्यजामश्चेत् कोऽपि वदतु कुत्र अतिव्याप्तिः भवति यः कोऽपि वदतु आद्यपतनम् इति दलं त्यजामश्चेत् आद्यपतनम् इति दलं चलामश्चेत् अस्तु महोदय आद्यपतनम् इति दलं चलामश्चेत् तत्र कार्यतः अवच्छेदकधर्मः समवायसम्बन्धेन अवच्छेदकः भवति इति कृत्वा तत्र घटत्वे अपि समवायसम्बन्धेन तत्र अवच्छेदकः भवति कार्यता इति अहं चिन्तयामि महोदय न न तर्हि अत्र प्रश्नं मया कथं कृतम् आद्यपतन असमवायीकारणं गुरुत्वं तर्हि आद्यपतनम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः एकमेव पदं वक्तव्यम् उत्तरत्वेन कुत्र अतिव्याप्तिः भवति बहुषु स्थलेषु अतिव्याप्तिः कपालद्वयसंयोगे समीचीनं बहु समीचीनं कपालद्वयसंयोगे भवति परिमाणे अपि यत्किमपि असमवायि सामान्य असमवायिकारणानि यानि सन्ति तेषु सर्वेषु अतिव्याप्तिः भवति तर्हि कपालद्वयसंयोगः असाधारणकारणम् असमवायिकारणम् इति असाधारणं नास्ति असमवायिकारणम् इति वयं जानीमः भवतु तत्र अतिव्याप्तिः भवति किमर्थम् आद्यपतनम् इति दलं त्यजामश्चेत् केवलम् असमवायीकारणं गुरुत्वम् इति एव लक्षणं भवति असमवायीकारणम् इत्युक्ते किं यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति तर्हि कपालद्वयसंयोगः अपि तादृशं समवायसम्बन्धेन कपाले स्थित्वा समवायसम्बन्धेनैव कपाले एव कार्यादिकरणे घटं जनयति इत्यतः बहु समीचीनम् अस्तु तर्हि आद्यपतनम् इत्यस्य इति दलस्य आवश्यकता अस्ति आद्यपतनम् इति स्वीकुर्मश्चेत् केवलं गुरुत्वे एव लक्षणं पतति अस्तु तर्हि इदानीम् असमवायीकारणम् इति अनुक्त्वा समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति तादृशं लक्षणवाक्यं वदामश्चेत् तर्हि लक्षणवाक्यम् एवं भवति आद्यपतन आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्नकारिता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् इति गुरुत्वस्य लक्षणं वदामश्चेत् तर्हि इदानीम् आद्यपतनत्व अवच्छिन्न इति अस्ति, तत्तु आवश्यकम् इति इदानीमेव अस्माभिः चिन्तितम्। तदनन्तरं समवायसम्बन्ध अवच्छिन्नकारिता निरूपित समवायसम्बन्ध अवच्छिन्नकार्य क्षम्यतां समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता। तर्हि तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? यत्किञ्चित् सम्बन्ध अवच्छिन्नकार्यता इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति? कोऽपि वदतु। गन्धिकी आकाशे गन्धिकी न वा? न न, आकाशे कथम्? कन्दुके वा महोदय? प्रतिपादयतु कन्दुकम् इति वदति। कन्दुके समवायिसम्बन्धे तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृत्वा समवायिकारणं भवति। यत्किञ्चित् कोऽपि कारणं न वदामः चेत् समवायिकारणम् इति स्वीकर्तुं शक्नोति किल? एकनिमिषम्, अत्र तादात्म्यसम्बन्धः इति कस्य अवच्छेदकः? कारणतायाः अवच्छेदकः वा कार्यतायाः अवच्छेदकः वा? कारणतः। अस्तु, किन्तु मया इदानीं किं कृतं? कार्यता अवच्छेदकसम्बन्धः तत्र समवायसम्बन्धः इति त्यक्तवान्। तर्हि इदानीं वाक्यमस्ति आद्यपतनत्व अवच्छिन्न यत्किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम्। घटे अपि आद्यपतनं भवति चेत् तत्र कार्यता तत्र द्रवत्वेन अवच्छिन्ना भवति वा महोदय? घटत्वेन अवच्छिन्ना भवति इति वदामः वा महोदय? अत्र कार्यं किम्? अस्मिन् सन्दर्भे कार्यं किम्? तत्र कार्यम् अस्ति द्रव आद्यपतनं, पतनमेव। समीचीनम्, अस्तु। तर्हि अत्र पश्यतु, आद्यपतनम् इति कार्यम्, आद्यपतने कार्यता अस्ति खलु? सत्यम्। आद्यपतनम् इति कीदृशपदार्थः? क्रिया केन सम्बन्धेन समवायिकारणे भवति? समवायसम्बन्धेन। हा, तर्हि इदानीं मया किमुक्तम्? आद्यपतनत्वावच्छिन्न यत्किञ्चित् सम्बन्ध इति मया यत्किञ्चित् सम्बन्ध अवच्छिन्न कार्यता इति मया उक्तं खलु? सत्यम्। यद्यपि यत्किञ्चित् सम्बन्ध अवच्छिन्न कार्यता इति मया उक्तं, तत्र यत्किञ्चित् इत्युक्ते तादात्म्यसम्बन्धः भवितुम् अर्हति वा तत्र? न, अन्यसम्बन्धः न भवितुम् अर्हति। न भवत्येव खलु? सत्यम्। तर्हि तत्र समवायसम्बन्ध अवच्छिन्न कार्यता इति समवायसम्बन्धं तत्र त्यजामश्चेत् इति तदेव इदानीं मया कृतं खलु, समवायसम्बन्धः त्यक्तः यत्किञ्चित् भवतु इति। किन्तु आद्यपतनत्वम् इति योजितं, तर्हि यत्र कुत्रापि अतिव्याप्तिः भवति वा? कुत्रापि न भवति, तादृश न कार्यता एव न भवितुम् अर्हति। समीचीनमेव न भवितुम् अर्हति। हा, इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यता इत्यत्र समवायसम्बन्ध अवच्छिन्नत्वं त्यजामश्चेत् आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं सम्पूर्णरीत्या इदानीं समवायसम्बन्धस्य अवच्छिन्नत्वं मया त्यक्तं। तथापि आद्यपतनमिति क्रिया तु क्रियावती केवलं समवायसम्बन्धेन एव भवितुम् अर्हति इत्यतः अन्यत्र यत्र कुत्रापि अतिव्याप्तिदोषः न भवति खलु? सत्यं सत्यं महोदय। हा, इति उत्तरं। तर्हि समवायसम्बन्धेन अवच्छिन्न कार्यता इत्यत्र तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं त्यजामश्चेत् यत्र कुत्रापि अतिव्याप्तिः न भवति. सर्वैः बुद्धं वा? विजय भगिनी तर्हि इदानीं तृतीयप्रश्नः. आद्यपतनत्व अवच्छिन्न कारणता आद्य क्षम्यताम् आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित यत्किञ्चित् सम्बन्ध अवच्छिन्न कारणता आश्रयत्वं. तर्हि कारणतासम्बन्धः कारणता अवच्छेदकसम्बन्धः यत्किञ्चित् मया उक्तं, तर्हि अत्र कुत्र अतिव्याप्तिः भवति? तत्रैव कपालेव तत्रैव कन्दुके भवति. हा समीचीनं, कन्दुके अतिव्याप्तिः भवति. कन्दुके तत्र कन्दुकं तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन कार्यं जनयति खलु. तर्हि समवायसम्बन्धेन समवायकरणं समीचीनं. समवायसम्बन्धेन अवच्छिन्न कार्यता इति अनुक्त्वा यत्किञ्चित् सम्बन्धं सम्बन्धेन अवच्छिन्न कारणता इति वदामश्चेत् कन्दुके अतिव्याप्तिः भवति. तर्हि आद्यपतनम् इति त्यजामश्चेत् सर्वेषु असमवायीकारणेषु अतिव्याप्तिः भवति. समवायसम्बन्ध अवच्छिन्न कारणता इत्यत्र समवायसम्बन्ध अवच्छिन्नत्वं त्यजामश्चेत् समवायीकारणे कन्दुके अतिव्याप्तिः भवति. किन्तु समवायसम्बन्ध अवच्छिन्न कार्यता इत्यत्र समवायसम्बन्ध अवच्छिन्न कार्यता इति तत्र अवच्छेदकत्वं त्यजामश्चेत् आद्यपतनत्व अवच्छिन्न इति उक्तत्वात् आद्यपतनं तु क्रिया, क्रिया क्रियावती समवायसम्बन्धेन एव भवति इति कृत्वा कार्यतायाः अवच्छेदकः समवायसम्बन्धः इति न वदामश्चेदपि यत्र कुत्रापि क्लेशः नास्ति इति तावत् अस्माभिः अवगतम्. अस्तु, एतावत् प्रश्नः अस्ति वा? अत्र महोदय यदा गुरुत्वस्य अत्र किञ्चित् अवगमनं सम्यक् नास्ति. इदानीं तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा कन्दुकः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा पतनं जनयति इति अर्थः जायते यदा कारणतायाः समवायसम्बन्धं न स्वीकुर्मश्चेत्. सत्यं, तस्य अर्थः कः इति न सम्यक्तया न अवगच्छामि. इत्युक्ते यदा यदा कन्दुकः अस्ति तत्र स्वतन्त्रया पतनं भवेत् इति अर्थः वा? नास्ति नास्ति, अत्र इदानीं लक्षणवाक्यस्य परिशीलनं कुर्वन्तः स्मः. लक्षणवाक्यम् इदानीं किं भवति? इदानीं किम् अस्ति तत्र लक्षणवाक्यं किमस्ति इदानीम्? आद्यपतन असमवायिकारणम् इति अस्तु इति लक्षणं. तर्हि इदानीं तद् लक्षणं त्यक्त्वा अत्र समवायसम्बन्ध अवच्छिन्न कार्यता कारणता इति दलं त्यक्त्वा इदानीं लक्षणवाक्यं वदतु. एकनिमिषं पुनः पृच्छतु महोदय, सम्यक् न पुनः एकवारम् आद्यपतन असमवायीकारणं गुरुत्वम् इति लक्षणमस्ति खलु? सत्यं, तत्र असमवायीकरणम् असमवायीकारणम् इति पदस्य योजनेन समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धकारणता समवायसम्बन्धावच्छिन्नकारणता इति लब्धम्. सत्यं, तर्हि इदानीं किं कर्तव्यं? समवायसम्बन्धावच्छिन्नकारणता इति दलं त्यक्तव्यम्. सत्यं, इदानीं वदतु. तत्र आद्यपतन आद्यपतन अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित कारणता आश्रय तादात्म्यसम्बन्ध अवच्छिन्न कार्यता वदतु. अत्र सम्बन्धः एव न वदतु, यथा पूर्वं कारणता आश्रय तदा आद्यपतन अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित कारणता आश्रय त्वं गुरुत्वस्य लक्षणम् इति भवति. बहु समीचीनं, तर्हि इदानीं लक्षणवाक्यम् एवं जातं. तर्हि एतद् लक्षणवाक्यं पश्यामश्चेत् कन्दुके लक्षणं पतति वा न वा? कन्दुके सम आद्यपतन तत्र यदा चित्रं रीत्या वयं पश्यामश्चेत् कन्दुकः अस्ति, उपरि गुरुत्वं नास्ति इति एव. कन्दुकः गुरुत्वस्थले तत्र कन्दुकः एव लेखनीयं भवति. न तत्र किमपि न लेखनीयं, गुरुत्वस्थले किमपि न लेखनीयं, केवलं कन्दुकमस्ति अधः. सत्यं. तस्मिन् कारणता अस्ति. सत्यं. तर्हि कन्दुके तत्र मार्गस्य उपरि आद्यपतनं लिखतु. सत्यं. तत्र कार्यता अस्ति. कार्यकारणयोः मध्ये अस्ति, मध्ये गुरुत्वं न भवति वा इति गुरुत्वं न इदानीं त्यक्तं खलु. इदानीं गुरुत्वम् इति लक्षणं न कृतम्. न कृतं. तद् तादृशमेव चिन्तनम् अस्ति. अवच्छिन्न कार्यतारूपी कारणता आदयत्वं लक्षणं वदामश्चेत् गुरुत्वे अपि पतति. गुरुत्वे न इति नास्ति, गुरुत्वे पतति. का गुरुत्वे अस्ति खलु? कुत्र गुरुत्वं इति उपरि चित्रम् अस्तु. इदानीं महोदय केवलम् एतदेव वाक्यं मया उक्तम्. उक्त्वा कुत्र कुत्र पतति इति पृच्छत्वे अपि पतति, कारणतः गुरुत्वे खलु. भवती ध्वनिः न श्रूयते महोदय, मम प्राश्वे एव वा? श्रूयते वा? श्रूयते वा? मया न श्रूयते महोदय भवतः ध्वनिः. अस्तु, कृपया म्यूट् मध्ये भवतु महोदय. अस्तु, म्यूट् मध्ये भवतु. अस्तु, तर्हि समवायसम्बन्ध अवच्छिन्नकारणता, तत्र समवायसम्बन्ध अवच्छिन्नत्वं लक्षणे त्यजामश्चेत् इदानीं लक्षणवाक्यं कथं भवति? आद्यपतनत्वावच्छिन्न, समवायसम्बन्ध अवच्छिन्न, कार्यतानिरूपित कारणता आश्रयत्वम् इति भवति लक्षणवाक्यं. तर्हि तादृश आश्रयत्वं कुत्र कुत्र भवति इति चेत् गुरुत्वे भवति निश्चयेन. गुरुत्वे कारणता अस्ति. किं प्रति? आद्यपतनक्रियां प्रति कारणता अस्ति. तर्हि गुरुत्वे निश्चयेन पतति, किन्तु केवलं गुरुत्वे नास्ति, कन्दुके अपि भवति पतति. किमर्थं? कन्दुकमपि आद्यपतनं प्रति कारणं, समवायीकारणमस्ति खलु. तर्हि इदानीं लक्षणवाक्ये किम् उक्तं मया? कारणता इति तावदेव उक्तम्. अत्र सम्बन्धः एव न मया न उक्तः. तर्हि यत्किमपि सम्बन्धः भवितुमर्हति. समवायसम्बन्धेन समवायसम्बन्धावच्छिन्न कारणता आश्रयत्वं गुरुत्वं, तादात्म्यसम्बन्धावच्छिन्न कारणता आश्रयत्वं कन्दुके. तर्हि कन्दुके अतिव्याप्तिः भवति. अस्तु, इदानीं श्रूयते वा अपि च बुद्धं वा? अवगतम् अवगतम्. आम् अवगतम्. अस्तु अस्तु, समीचीनं. तर्हि अग्रे सरेम. इदानीं 112 पेज् मध्ये द्वितीयपङ्क्तिः. परन्तु अत्र यदस्माभिः चिन्तितं तदेव अत्र दत्तमस्ति, किमपि नूतनं नास्ति. तर्हि मेहुल् महोदय आरब्धुमिच्छति वा? आम् महोदय. परन्तु एवं सति आद्यपतनत्वावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इत्येवास्तु लक्षणम् इति एव अस्ति अस्तु लक्षणं. कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशनं मास्तु, न एतावता क्वापि अतिव्याप्तिः. यत्किञ्चित् समवायिकारणे यत्किञ्चित् असमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कार्यतावच्छेदकत्वात् एव भवति. न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना. एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयम् एव इति भाति. इत्थमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशात् एव उदासीने असमवायिकारणे अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयम् एव. अस्तु अत्र तदेव अत्र वयं दृष्टवन्तः आद्यपतनत्वावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता आश्रयत्वम् इति यदि लक्षणम् इति एव अस्माकं लक्षणवाक्यमस्ति. अत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति पदं न त्यजामः. यदि त्यजामः चेत् तत्र न त्यजामः अतः अत्र कोऽपि किमपि अतिव्याप्तिः कस्मिन्नपि अपि अतिव्याप्तिः न भवति. किमर्थम् इत्युक्ते यत्किञ्चित् असमवायिकारणमस्ति उदाहरणतया कपालद्वयसंयोग अथवा अन्यत् किमपि तेषाम् अतिव्याप्तिनिवारणं कर्तुम् आद्यपतनत्वस्य इति पदं तत्र योजयामः. तदेव कार्यतावच्छेदकत्व अवच्छेदकत्वं भवति. अत्र कपालद्वयसंयोगस्य कार्यता इति घटत्वावच्छिन्ना अस्ति न तु आद्यपतनत्वावच्छिन्ना. एवं च दोष अभावात् गुरुत्वलक्षणे लक्षणवाक्ये कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयम् एव इति भाति. इत्यर्थे किम् इति अहं न जानामि. एतत् वाक्यस्य अर्थं न देयम् एव इति भाति इत्युक्ते न आवश्यकम् इति, न देयम् इत्युक्ते न दातव्यम् इति. कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति न आवश्यकम् इति भाति. तदेव अग्रे अपि वयं द्रक्ष्यामः. द्रवत्वलक्षणे अपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायाम् इति पदमपि निवेशात् एव उदासीने असमवायिकारणे अतिर्व्याप्तिर्वार्यते. तत्रापि कार्यतायां कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति पदं न आवश्यकं. तत्रापि तदपि वयम् अग्रे द्रक्ष्यामः. तदेव अत्र दत्तम् आम् इति अस्ति. तर्हि आम् आम् किन्तु किं जातम् इति चेत् आद्यपतन असमवायीकारणम् इति असमवायीकारणम् इति पदं योजितम् इत्यतः समवायसम्बन्धावच्छिन्नकार्यता इति अकस्मात् आगतं. जलं त्यजामश्चेदपि किमपि क्लेशः नास्ति, किन्तु वदामश्चेदपि तत्र दोषः इति न वक्तव्यम्. सत्यम् इत्युक्ते सीतापति कोदण्डरामम् आनयतु इति अहं वदामि चेत् तत्र कोदण्डः तु केवलं रामे एव अस्ति. तर्हि कोदण्डरामः इति वदामश्चेत् पर्याप्तं भवति, नो चेत् सीतायाः पतिः केवलं रामः. तर्हि सीतापति आनयतु इति वदामश्चेत् पर्याप्तं भवति, वदामि चेत् पर्याप्तं भवति. किन्तु सीतापति कोदण्डरामः आनयतु इति अहं दलद्वयं तत्र मया प्रयुक्तम् अनावश्यं, किन्तु दोषः इति न वक्तुं शक्यते खलु. सत्यं, तत् समानार्थ एव अतः सत्यम् इति अस्ति अत्र. अस्तु पूरयतु महोदय. अस्तु इदञ्च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते. तदेव चादाय अतिव्याप्तिर्वारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राह्यत्व त्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितम् इत्यलम् इति अलम्. अस्तु अत्र गुरुत्वम् इति वयं न इन्द्रियेण न ज्ञातुं शक्नुमः, तत् केवलम् अनुमानम् एव कर्तुं शक्नुमः. तत् रूपादिवत् इति इन्द्रियेण यत् वयं ज्ञातुं शक्नुमः तत् गुरुत्वं न ज्ञातुं शक्नुमः, केवलम् अनुमानमेव अस्ति. तदेव च आदाय तदेव आधारीकृत्य अतिव्याप्ति इत्यस्य निवारणं कर्तुं रूपस्पर्शयोः लक्षणवाक्ये अस्माभिः यत् पठितं क्रमेण तत्र रूपस्य लक्षणे चक्षुर्ग्राह्यत्वम् इति वयम् इति एकं दलम् आसीत्, अपि च स्पर्श इत्यस्मिन् लक्षणे अपि त्वगिन्द्रियग्राह्यत्वम् इति अपि तत्र पदम् अस्ति. तत् पदं कथं तत्र योजितम् इत्युक्ते अतिव्याप्तिवारणाय. किमर्थम् इत्युक्ते तत्र स्पर्शः अपि च रूपः वयम् इन्द्रियेण ज्ञातुं शक्नुमः, अतः एव तत्र चक्षुर्ग्राह्यत्वम् अपि च स्वगिन्द्रियग्राह्यत्वम् इति योजितं. परन्तु अत्र गुरुत्वमिति इन्द्रियेण न ज्ञातुं शक्नुमः, अतः किमपि इन्द्रियस्वीकृत्य अत्र दलं न आगतं गुरुत्वस्य लक्षणवाक्ये. तत्र आद्यपतन असमवायिकारणम् इति एव पदम् अत्र उचितमस्ति, तदेव अत्र दत्तं. सत्यं. तर्हि अत्र मुख्यवार्ता किम् इति चेत् अनुमानेन गुरुत्वं ज्ञायते. केन प्रमाणेन ज्ञायते इत्युक्ते अनुमानप्रमाणेन ज्ञायते. अनुमानं कथं कुर्मः? आद्यपतनं दृष्ट्वा. क्रिया तु चक्षुषा गृह्यते, किन्तु आद्यपतनं दृष्ट्वा अस्तु इदानीम् अहं कन्दुकम् उपरि एव क्षिप्तवान्, सः उपरिष्टात् अधोबाहे पुनर्क्षिप्तवान्, अहं न कृतवान् खलु, तत् स्वयम् आगच्छति. तर्हि तस्य किमपि कारणं भवेत् भवतु, तर्हि इदानीं तादृशकारणमस्ति गुरुत्वम् इति. आम्, तर्हि अत्र एकः शङ्का अस्ति महोदय, अत्र एका शङ्का एका शङ्का क्षम्यताम् अन्यत् विषयः अस्ति, परन्तु सन्दर्भः अत्रैव अत्रापि अस्ति. अत्र गुरु न्यायशास्त्रग्रन्थः तु अतिप्राचीनग्रन्थः खलु, अतः गुरुत्वस्य लक्षणं यदि अत्र आद्यपतनक्रिया दृष्ट्वा कृतं, तर्हि न्यूटन् महोदय यदि गुरुत्वम् इत्यस्य परिष्करणं कृतं तत् अनन्तरं कृतं वा, तर्हि न्यायशास्त्रे तस्मात् एव पूर्वम् अपि गुरुत्वस्य कल्पना आसीत् खलु? आमां सत्यं, तस्मात् पूर्वमेव आसीत्. निश्चयेन वक्तुं शक्नुमः न्यूटन् ग्राविटि इत्यस्य डिस्कवरी न कृतवान्. तदेव अस्माकं शास्त्रे अस्ति, बहुकालात् पूर्वमेव अस्ति. तदेव तदेव मम मनसि आगतः प्रश्नोपि अपि उल्लेखः अस्ति गुरुत्वस्य. वदतु महोदय इतोपि. प्रश्नोपनिषदे अपि तस्य उल्लेखः अस्ति गुरुत्वस्य. कीदृशमस्ति इति वदति वा? गुरवी पृथ्वी इति उल्लेखः अस्ति, पृथ्वी गुरवी अस्ति, तत् गुरुत्वबलस्य उल्लेखः तत्र अस्ति. प्रश्नोपनिषदि ग्राविटेशन् प्रश्नोपनिषद् तर्हि तत्र गुरवी पृथ्वी इति वदति वा? किमर्थम् इत्युक्ते इदानीमेव किञ्चित् पश्यामि तत् प्रश्नोपनिषद् वा प्रश्न भाष्य तथा तत् संलग्नः कुत्रचित् अस्ति गुरवीय पृथ्वी इति किमपि वा शङ्कराचार्यस्य भाष्ये प्रश्नोपनिषद् इदानीमेव मया पठितं गते दशदिने. अहं किञ्चित् अन्वेषामि वदामि. अस्तु अस्तु, मया श्रुतमासीत् प्रवचनावसरे श्रुतमासीत् गुरवीय इति उल्लेखः तत्र अस्ति. अस्तु अस्तु, पृथ्वी अस्तु. तर्हि गुरुत्वस्य लक्षणं, तस्य वृत्तित्वम्, अपि च गुरुत्वलक्षणे विचारः कथं क्रियते इति एतत् सर्वम् अस्माभिः ज्ञातम्. अपि च सर्वेषां मनसि भवेत् केवलम् आद्यपतनस्य एव कारणं गुरुत्वम्. वेगाख्यगुण तत्र वेगाख्यसंस्कारः उत्पद्यते, तदेव कारणं भवति द्वितीयपतनात् आरभ्य. अस्तु, तर्हि अग्रे सरेम. इदानीम् अन्य पुनः नूतनगुणः द्रवत्वम् इति गुणः. अत्र किमपि नूतनं नास्ति, यथा गुरुत्वे भवति तथा अत्रैव अत्र. अस्तु, श्रीराममहोदय पठति वा? आद्यश्चन्दन असमावयिकारणं द्रवत्वं, पृथ्वी जल तेजोवृत्ति, तद्विविधं तज्जीवितं सांसिद्धिकं नैमित्तिकं चेति सांसिद्धिकं जले नैमित्तिकं पृथिवी तेजसोः पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् पदच्छेदं कृत्वा पठतु. अग्नि अस्ति घृतादौ अग्निसंयोगजं द्रवत्वं तेजसि सुवर्णादौ अस्तु. अस्ति तर्हि पाठस्य पठनात् पूर्वम् अत्र किं किम् अस्ति भवतः मनसि, किं किं चिन्तनम् आगच्छति सर्वं वदतु. आद्यस्यन्दन सङ्गतम् आद्यस्यन्दन असमव स्यन्दनम् इति कश्चन पतनमिव कश्चन क्रिया वा इति अहं न जानामि. आमां स्यन्दनम् इत्युक्ते यदि जलं भूमौ क्षिपामः तर्हि स्प्रेड् भवति खलु, स्प्रेड् तदेव स्यन्दनम्. स्यन्दनम् इति रथः अपि स्यन्दन इति स्यन्दनम् स्यन्दने स्थितौ माधव इति गीतायां रथ इति अर्थः अत्र रथमिति अर्थति पाण्डवश्चन्दनाश्रय इत्युक्ते अस्तु इत्युक्ते अत्र फ्लो इति अर्थः महोदय आद्यस्यन्दनं असमवायिकारणम् अस्ति द्रवत्वं कस्य समय आद्यस्यन्दनस्य असमवायिकारणं न तु द्वितीयचन्दनस्य वा तृतीयचन्दनस्य वा तादृश अपरेषु चन्दनेषु कारणं भवितुमर्हति. पृथ्वीजलतेजो तस्मात् पूर्वम् अस्मिन्नेव वाक्ये इतोपि गभीरचिन्तनं कार्यम् असमवायिकारणं. तर्हि समवायिकारणं किं द्रवत्वस्य समवायि ऐ मीन् आद्यचन्दनस्य समवायिकारणं किम्? आद्यचन्दनस्य समवायिकारणं तत्र जल वा तेजः जलं वा पृथिवी घृतम् इति स्वीकुर्मश्चेत् घृतं सत्यं पृथिवी वा जलं वा तेजः तेजः कथं भवति? चन्दनं तत्र कथं भवति महोदय? फ्लो स्प्रेडिङ्ग् तेजः. अस्तु अस्माभिः पूर्वं पठितं, बहुकालात् पूर्वं पठितं सुवर्णं तैजसम् इति नैयायिकानामस्ति खलु. तत्र करपत्रम् एकम् आसीत् तद् अहं न पठितवान् तद् भवतु. करपत्रं न पठनीयं किन्तु सुवर्णं तैजसमिति नैयायिकानां मतमस्ति खलु. सत्यम् अस्ति. सुवर्णस्य तेजसंयोगेन तत्र द्रवत्वं जायते खलु. सुवर्णमपि द्रवं भवति, द्रवं अपि च अन्येन कारणेन सुवर्णं तैजसमिति नैयायिकैः स्वीकृतं. तर्हि सुवर्णरूपतेजसि द्रवत्वं दृश्यते खलु, तत्रापि आद्यस्यन्दनं दृश्यते. तादृशसुवर्णे सुवर्णरूपतैजसे विद्यमान आद्यस्यन्दनस्य असमवायुकारणं भवति द्रवत्वम्. अस्तु, अत्रापि दलसार्थक्यं कर्तुं शक्यते, किञ्चित् प्रयत्नं करोति वा? तत्र अस्तु महोदय, तत्र यदा तत्र घृतम् इति स्वीकुर्मः तत्र आद्यस्यन्दनं समवायसम्बन्धेन अस्ति. तत्र आद्यस्यन्दने कार्यता अस्ति, तदनन्तरं द्रवत्वम् इति गुणः समवायसम्बन्धेन घृते अस्ति. सः गुणः गुणे तस्मिन् गुणे कारणता अस्ति, कारणतायाः अवच्छेदकः समवायसम्बन्धः. इदानीं त्रीणि तत्र आद्यपतनम् इति आद्यस्यन्दनं, क्षम्यताम्, आद्यस्यन्दनम् इति यत् अस्ति तत्र केवलं स्यन्दनम् इति स्वीकुर्मः वा महोदय? न आद्यस्यन्दनम् इति सम्पूर्णरीत्या त्यक्तव्यं, सम्पूर्णतया तदा त्यजामश्चेत् तदा समवायसम्बन्धेन कारणता इति भवति तत्र तादृश लक्षणं समवायसम्बन्धेन संयोगः यदा कपालद्वयसंयोगः जायते तत्रापि समवायसम्बन्धेन समवायसम्बन्ध अवच्छिन्न कारणता निरूपितकार्यता समवायसम्बन्ध अवच्छिन्न कार्यता दृश्यते इति कृत्वा किन्तु तत्र अत्र द्रवम् किल घटस्य उदाहरणम् अत्र किम् उक्तं मया न अवगतम्. द्रवम् इत्युक्ते द्रवस्य उदाहरणं स्वीकरणीयम् इति नियमः नास्ति वा? अस्ति अस्ति एव, इत्युक्ते घृतम् इति स्वीकरोतु. इदानीं महोदयस्य मनसि घृतम् इति उदाहरणं स्वीकृतं, तर्हि घृते विद्यमान अन्यत् यत्किमपि असमवायिकारणं वदतु महोदय, यत्र अतिव्याप्तिः भवति इति. घृते दृश्यमान आद्यस्यन्दनकार्यस्य तत्र घटे विद्यमानसंयोगः तत्र अतिव्याप्तिः इति न वक्तव्यं खलु? मया न अवगतं महोदय, अन्यकोपि प्रयत्नं करोतु. न न भवान् अवगत, इदानीं घृते के के अस्तु घृते क्रिया जायते अस्तु क्रिया स्निग्धता अपि अस्ति घृते एक किमिति स्निग्धता स्निग्धता इति वक्तुं शक्यते खलु? किन्तु स्निग्धता इति नैयायिकैः अङ्गीकृतगुणः वा? चतुर्विंशतिगुणेषु एकः नास्ति खलु? चिन्तयन्तु, जल अंशम् अस्ति किल? न इदानीं घृतम् इति पार्थिवमेव इति स्वीकरोतु. रूपम् इति गुणः अस्ति. हा समीचीनम्, रूपम् इति गुणः तु तत्र समवायसम्बन्धेन घृते अस्ति इति कृत्वा तत्र किं भवति इत्युक्ते समवायसम्बन्ध अवच्छिन्न कारणतानिरूपितकार्यता रूपे समवायसम्बन्धेन रूपे अपि अस्ति. अस्तु अत्र पश्यतु, स्यन्दमानघृते अपि रूपमस्ति खलु? सत्यं. तस्य कारणं किं? रूपं, घृते विद्यमान रूपं खलु. तर्हि इदानीं स्यन्दमान स्यन्दमान घृते विद्यमानरूपस्य असमवायिकारणं घृते विद्यमानरूपं, तर्हि तत्र अतिव्याप्तिः भवति. अस्तु तदनन्तरं द्वितीयदलं महोदय. द्वितीयदलम् अस्ति यदा वयं आद्यपदनं स्वीकुर्मः तु आद्यस्यन्दनं स्वीकुर्मः तु समवायसम्बन्ध अवच्छिन्न कारणता इति न वदामश्चेत् तत्र आद्यपतन अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित कारणता यत्किञ्चित् सम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति भवति. कुत्र इत्युक्ते तत्र द्रवत्वे इति भवति तादृश यत्किञ्चित् सम्बन्धः इति कृत्वा घृते अपि भवितुम् अर्हति. घृतं घृतम् इति समवायि असमवायि क्षम्यतां तादात्म्यसम्बन्धेन तत्र कारणतायाः अवच्छेदकः भवितुमर्हति। बहु समीचीनं, तर्हि घृते समवायिकारणे अतिव्याप्तिः तत्र तृतीयसम्भावना तत्र समयसम्बन्धः कार्यतायाः समयसम्बन्धः त्यजामश्चेत् तत्र समयसम्बन्धावच्छिन्न कारणता निरूपित आद्यपतनावच्छिन्न कार्यता क्षम्यता भिन्नरीत्या आद्यपतनावच्छिन्न आद्यश्चन्दन अहं चित्रं किञ्चित् गुरुत्वविषये चित्रं लिखितवान् तद् दृष्ट्वा एव किञ्चित् चन्दनविषये अपि कारणेन आद्यश्चन्दनम् इत्येव भवतः मनसि अस्ति इति आद्यश्चन्दन अवच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वं द्रवत्वस्य लक्षणम् इति वदामश्चेत् पुनः वदतु महोदय अत्र एकं दलं त्यक्तं भवता दलद्वयं त्यक्तं वस्तुतः आद्य समवायसम्बन्धं त्यजामः तु आद्यस्यन्दनं स्वीकुर्मः आद्यस्यन्दन आद्यस्यन्दनावच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वं न न कारणतायाः सम्बन्धः वक्तव्यं खलु यत्किञ्चित् यत्किञ्चित् समवायसम्बन्ध अवच्छिन्न सत्यं समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वं द्रवत्वस्य लक्षणम् इति वयं वदामश्चेत् तत्र किं समवायसम्बन्धः अस्ति नास्ति समयसम्बन्धनेव द्रवत्वं किं घृते भवितुम् अर्हति क्रिया किं भवितुम् अर्हति क्षम्यतां स्यन्दनं स्यन्दनं आद्यस्यन्दनं घृते समयसम्बन्धनेव भवितुम् अर्हति इति कृत्वा अन्यसम्बन्धः न भवितुम् अर्हति इति वक्तव्यम् अन्यसम्बन्धः नास्ति चेत् तस्य तदा समवायसम्बन्धः इति वदामः न वदामः तत्र दोषः नास्ति। अस्तु, बहु समीचीनं, तर्हि कार्यतावच्छेदकत्वेन समवायसम्बन्धं त्यजामश्चेत् किमपि क्लेशः नास्ति, तथापि अस्ति एव अत्र असमवायिकारणम् इति उक्तत्वात् यावद् आवश्यकं तावदेव उक्तम् इति न इतोपि किञ्चित् अधिकम् उक्तं तन्न आवश्यकं किन्तु दोषः नास्ति। अस्तु, भवतु समीचीनं महोदय, धन्यवादः। अग्रे इदानीं विजी भगिनी तत्र पृथिवी जलतेजोवृत्ति इति आरभ्य पुनः तत्र प्रत्येकं वाक्यं पठित्वा तस्य अर्थं प्रतिपादयतु महोदय। शृणोमि महोदय पृथ्वी जल तेजो वृत्तिः वृत्तिः नास्ति वृत्ति वृत्ति पृथ्वी जल तेजो वृत्ति तयोः मध्ये कः भेदः भगिनी वृत्ति अपि च वृत्तिः अपि च वृत्तिः वृत्तिः इति प्रथमा एकवचनं वा वृत्ति अपि प्रथमा एकवचनमेव वृत्तिः बहुवचनं वृत्तिः बहुवचनं नपुंसकलिङ्गं पुल्लिङ्गं स्त्रीलिङ्गं अत्र द्रवत्वम् इति नपुंसकलिङ्गे अस्ति खलु अतः वृत्ति इति वक्तव्यं पृथ्वी जल तेजो वृत्ति इत्युक्ते द्रवत्वं पृथ्वी पृथिव्याम् अस्ति जले अस्ति तेजसी अपि अस्ति समीचीनं अस्तु तदनन्तरं तत् द्विविधं सांसिद्धिकं नैमित्तिकं च इति केवलं नाम एव दत्तमत्र सांसिद्धिकं जले नैमित्तिकं पृथ्वी तेजयोः. अस्तु ओके. पृथिव्यां घृत घृतादौ अग्निसंयोगजम् योगजं द्रवत्यं द्रवत्वं पृथिव्यां पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वम् इत्युक्ते पार्थिवपदार्थेषु उदाहरणेन घृतादौ पदार्थेषु अग्निसंयोगेन तत् पदार्थं द्रवत्वं भवति इति वा? सत्यं, बहु समीचीनं. द्रवत्वं भवति. तदनन्तरं तेजसि सुवर्णादौ, अत्रापि सुवर्णः अग्निसंयोगेन द्रवत्वं भवति. सुवर्णं सुवर्णे तेजसि अस्ति इति वयं जानीमः. सुवर्णः सालिड् अपि अस्ति, अत्र अग्निसंयोगेन द्रवत्वम् आगच्छति. अस्तु, तत्र आदिपदेन सुवर्ण आदौ आदिपदेन किं भवितुमर्हति? अन्य मेटल्स् वा? बहु समीचीनं, बहु समीचीनं. ताम्रादिकं अस्तु, अग्रे पठतु भगिनि. पश्यतु, भवत्या वक्तुं शक्यते किन्तु सङ्कोचीयतनं करोमि. पतनस्यन्तनयोः भेदः. पतनसन्तनयोः एका शङ्का तत्र. सांसिद्धिम् इत्युक्ते स्वसिद्धं, अग्रे आयास्यति. केवलं नामं दत्तं तावदेव. किं सांसिद्धिकम् इत्युक्ते किं, नैमित्तिकम् इत्युक्ते किम् इति अग्रे पठेम. धन्यवादः. अस्तु, पतनस्यन्दनयोः भेदः इत्युक्ते प्रथमतया गुरुत्वलक्षणे पतनम् इति आगच्छति. तदनन्तरं द्रवत्वलक्षणे स्यन्दनम् इति आगच्छति. तत्र तयोः मध्ये किं भेदः इति दत्तम् इति मम यूहम्. आद्यस्यन्दन असमवायीकारणं द्रवत्वम् इति मूलं. तत्र स्यन्दनं निर्दिष्टं. स्यन्दनं विजातीया क्रिया. काचम् एकम् आदाय जलबिन्दुं तत् उपरि क्षिपामश्चेत् अस्मत्तस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. ततः काचस्य बिन्दोश्च संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति. आद्यस्यन्दनसमवायीकारणं द्रवत्वम् असमवायीकरणं द्रवत्वम् इति तु लक्षणं. तत्र स्यन्दनं निर्दिष्टम् इत्युक्ते स्यन्दनं निर्दिष्टं त्यजामः वा भगवति? न न न, स्यन्दनं निर्दिष्टं स्यन्दनं विजातीया क्रिया. भिन्नक्रिया. काचम् एकम् आदाय, काचम् इत्युक्ते किं भवति? लिक्विड्. यः जानाति सः वदतु. काच ग्लास्. काचम् एकम् आदाय जलबिन्दुं तत् उपरि क्षिपामश्चेत् अस्मत् हस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. इत्युक्ते हस्तात् जलं काचस्य उपरि क्षिपामः चेत् अत्र क्रिया भवति पतनरूपेण. इत्युक्ते अत्र गुरुत्वेन जलबिन्दु काचस्य उपरि पतति. अत्र तु गुरुत्वम् इति वदामः पतनरूपेण क्रिया जायते इति कारणात्. ततः काचस्य बिन्दोश्च संयोगः भवति. आम् सत्यं, बिन्दवः काचस्य उपरि पतन्ति इति इत्यनेन काचस्य बिन्दोः संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति. इत्युक्ते अत्र बिन्दोः पतनात् अनन्तरं दट् इस् दि एण्ड् आफ् इट्. पतनविरोधी इत्युक्ते तदनन्तरं पतनं न भवति, अत्र एव तिष्ठति बिन्दवः. सत्यं, अन्यत् पतनं न भवति, पुनः उपरि गत्वा पुनः न अधः आगच्छति खलु, न आगच्छति. आम् आं महोदय, आम् इति कृत्वा तत्र काचे किमपि विरोधः भवेत् येन पतनस्य नाशः भवति. आम् आम् आम् आम् महोदय, अग्रे पठामि. पठतु पठतु अग्रिम एका पङ्क्ति. तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वर्तुलाकारम् अधिकतेशं अधिकदेशं व्याप्नोति. इदं व्यापनं तु स्यन्दनरूपक्रियया, न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति. आदौ एव हस्तात् पतनात् पतितस्तु सः परितः येन प्रसृतो भवति तदेव स्यन्दनम्. इदम् एव अभिप्रेत्य पूर्वं विजातीया क्रिया इति अवोचामित्यवोचाम् पतनात् विजातीया इति तदर्थम्. अत्र उक्तं पतनक्रिया, तदनन्तरं सन्दनक्रिया, तयोर्मध्ये भेदः अस्ति. किम् इत्युक्ते अत्र पतनं समाप्तं, काचौ उपरि बिन्दवः पतन्ति, तदनन्तरं पतनं समाप्तं, तदनन्तरं बिन्दवः काचौ उपरि काचस्य उपरि प्रसरति. अत्र तत् प्रसारणम् इति क्रिया, तस्य नाम एव स्यन्दनम् इति. पतितः तस्तु काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति, विद्यमानजलबिन्दोः पतनम् आदौ एव हस्तात् आदौ हस्तात् पतनं पतनम् इति क्रिया, तस्य नाम अस्ति गुरुत्वं. तदनन्तरं पतितस्तु सः परितः येन प्रसृतौ, येन कारणेन जलबिन्दवः अत्र परितः प्रसारति, तत् इयं क्रिया स्यन्दनः इति उक्तम्. इदम् एव अभिप्रेत्य पूर्वं विजात्य इत्यनेन एव स्यन्दनम् इति अन्य गुणः स्वीकृतं. पतनक्रिया गुणः वा क्रिया वा? क्रिया, स्यन्दनम् इति क्रिया, सारि, द्रवत्वम् एव गुणः, स्यन्दनम् इति गुणः. बहु समीचीनं भगिनि, भवान् एव वर्तते महोदय. अदेव किञ्चित् प्रतिपादयामि, तावदेव, सर्वं भवत्या समीचीनतया उक्तं. किन्तु अत्र सोपानद्वयमस्ति, प्रसरणम् इति काचन क्रिया, तस्य कारणमस्ति स्यन्दनम् इति क्रिया. स्यन्दनम् इति क्रियायाः कारणमस्ति द्रवत्वम् इति गुणः. द्रवत्वेन स्यन्दनं जायते, स्यन्दनेन प्रसरणं जायते, प्रसारणं जायते. यथा तत्र आद्यपतने अस्माभिः दृष्टं, गुरुत्वेन आद्यपतनं जायते, आद्यपतनेन वेगाक्यसंस्कारः जायते, वेगाक्यसंस्कारेण द्वितीयपतनम् आरभ्य अन्तिमचरमपर चरमपतनं पर्यन्तं संस्कारः एव कारणं. तर्हि तत्र कति सोपानानि सन्ति? त्रीणि वा? पुनः वदामि, गुरुत्वेन आद्यपतनं जायते, आद्यपतनेन वेगाक्यसंस्कारः जायते, वेगाक्यसंस्कारेण द्वितीयपतनात् आरभ्य चरमपतनपर्यन्तं जायते. तर्हि तत्र त्रीणि सोपानानि सन्ति, किन्तु अत्र तु सोपानद्वयमस्ति. किं? द्रवत्वेन स्यन्दनम्, आद्यस्यन्दनं जायते. प्रायः तत्रापि इदानीं आद्यस्यन्दनम्, आद्यस्यन्दनेन पुनः तत्र वेगाक्यसंस्कारः भवति. संस्कारेण इदानीं द्वितीयसन्दनं जायते. तर्हि द्वितीयस्यन्दनेन तृतीयस्यन्दनं जायते, पुनः द्वितीयस्यन्दनेन पुनः वेगाक्यसंस्कारः जायते, पुनः वेगाक्यसंस्कारेण तृतीयस्यन्दनं जायते. तर्हि इदानीं स्यन्दनं भूत्वा अस्माकं दृष्टौ इदानीं प्रसारणं जातम् इति दृश्यते, किन्तु वस्तुतः अत्र किं जातम् इति चेत् स्यन्दनं. तर्हि बहूनां स्यन्दनानां समूहः एव प्रसारणम् इति वदामः. अस्तु, प्रश्नः अस्ति वा एतावत्? अस्तु, अग्रे गच्छ. प्रश्नः अस्ति वा महोदय? नास्ति खलु? अस्तु, समीचीनं. तर्हि शिवरामहोदय, यदा चन्दनस्य विषये चिन्तयामः, तत्र वेगः द्वितीयचन्दनस्य कारणं, तदा द्वितीयचन्दनात् तृतीय नूतनवेगः संस्काररूपेण जायते, तस्मात् नूतन चन्दनम् इति वदामश्चेत्, चन्दनपरम्परा कदा स्थगनं, परम्परायाः स्थगनं कुत्रापि न भवति खलु महोदय? भवति, किन्तु किमर्थम् इत्युक्ते तत्र वेगाक्यसंस्कारे तस्य बलमस्ति खलु. बल इदानीम् आद्यस्यन्दनेन यः वेगाक्यसंस्कारः जायते तद् बलवान् भवति. इदानीं द्वितीय तत्र वेगाक्यसंस्कारेण तृतीयस्यन्दनं जायते. इदानीं तृतीयस्यन्दनेन पुनः यद् वेगाक्यसंस्कारः जायते तद् इतोपि किञ्चित् बले न्यूनता भवति. तत्र बलः इति गुणत्वेन स्वीकृतः अस्ति. बलमिति किमपि पदार्थं नास्ति, किन्तु नैयायिकरीत्या वक्तव्यं चेत् तत्र विरोधः किमपि अस्ति इति वक्तव्यं भवति, तेन न्यूनता भवति इति. यथा अस्माकं सामान्यभावनाक्यसंस्कारः अस्ति खलु, ज्ञानमिति स्वीकुर्मश्चेत् तत्र द्वितीयस्मरणेन एक उदाहरणं दृष्टवन्तः खलु, किमपि वक्तव्यं भवति. सत्यं, तावदेव. अत्र ज्ञानेन भावनाक्यसंस्कारः जायते, किन्तु तत्र पुनः पुनः चिन्तनेन, पुनः पुनः स्मरणेन स्मरणस्य दार्ढ्यं, संस्कारस्य दार्ढ्यं भवति. किन्तु न चिन्तयामश्चेत् द्वितीयस्मरणेन एव तस्य नाशः भवति इति वक्तव्यं. द्वितीय सत्यं, तर्हि तादृशम् अत्रापि किमपि वक्तव्यं भवति. अस्तु महोदय, अस्तु, अग्रे सरेम. शिवराम महोदय अग्रे पठति वा? इदं द्रवत्वम् इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनस्य समवायिकारणं, स्यन्दनस्य असमवायिकारणम्. अत्रापि आद्येति स्यन्दने विशेषणं दातव्यम्. द्वितीयादिसन्दनं प्रति द्वितीयादिपतने इव वेग एव कारणम्। अतः आद्य इति विशेषणात् न तत्र अतिव्याप्तिः। अत्र कार्यता अवच्छेदककारणता अवच्छेदकसम्बन्धयोः निवेशप्रयोजने यद् वक्तव्यं तत् अनुपदं निरूपितम्। इदञ्च द्रवत्वं पृथिव्यादित्रिक् वृत्ति वृत्तादीनां पृथिवीरूपता लोकप्रसिद्धा। सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तमेव। अस्तु, अत्र सर्वम् अस्माभिः चिन्तितं खलु, दलसार्थक्यं कृतं, पृथिव्यादित्रिकवृत्तिः सर्वं कृतं, सर्वं चिन्तितं, तर्हि अग्रे सरेम। तत्र घृते मन्देनापि अग्निसंयोगेन सुवर्णे च अतितीव्राग्निसंयोगेन द्रवत्वम् उत्पद्यते। इदमेव मूलकृता नैमित्तिकं पृथ्वीतेजसोः इति इत्यनेन उक्तं। निमित्ते सति यद्भवति तत् नैमित्तिकं, प्रकृते तेजस्संयोगनिमित्तं। तेन जायमानत्वात् तद्द्रवत्वं नैमित्तिकम् इति उच्यते। सांसर्गिकं स्वाभाविकं द्रवत्वं तु जले प्रसिद्धमेव। अस्तु, वदतु महोदय किञ्चित्। घृते मन्देनापि अग्नि मन्द अग्निसंयोगेन घृते तथा तीव्र अग्निसंयोगेन सुवर्णे द्रवत्वम् उत्पद्यते। सत्यम्। नैमित्तिकपृथ्वीतेजसोः इति अनेन उक्तम्। इदमेव मूलकृता नैमित्तिकं पृथ्वीतेजसोः इति न अवगतम्। अस्तु, न न, अत्र पश्यतु, इदानीं घृते द्रवत्वं जातं खलु, मन्द अग्निसंयोगेन द्रवत्वं जातं, सुवर्णे अपि द्रवत्वं जातम्, अतितीव्र अग्निसंयोगेन जातम्। तर्हि इदानीं घृतौ विद्यमानद्रवत्वं तेजसि सुवर्णे विद्यमानद्रवत्वं कीदृशम् इति चेत् नैमित्तिकम्। अत्र निमित्त नैमित्तिकम् इति पदस्य अर्थः कः? निमित्तेन यत् उत्पद्यते नैमित्तिकम्। सत्यं। तर्हि अत्र निमित्तं किं, केन जातं द्रवत्वं घृते? अग्निसंयोग। अस्तु, तर्हि अत्र अग्निसंयोगः इति निमित्तं, तेन घृतौ द्रवत्वं जातम् इति कृत्वा तादृशद्रवत्वं नैमित्तिकम् इति मूलग्रन्थकारेण उक्तं, तावदेव। यथा नित्यकर्म नैमित्तिककर्म इति वदामः खलु, तत्र अमावास्या आगच्छति चेत् इदानीम् अमावास्यां निमित्तीकृत्य अत्र किमपि अस्माभिः कार्यं, तर्हि अतः एव नैमित्तिककर्म इति तेषां नाम। एवमेव अत्रापि तेजसंयोगः एव निमित्तं, कस्य? द्रवत्वस्य इति कृत्वा तादृशघृतौ विद्यमानद्रवत्वं सुवर्णे विद्यमानद्रवत्वं नैमित्तिकम् इति नाम कृतं, तावदेव। अस्तु, किन्तु सांसद्धिकं, तत्र जले विद्यमानद्रवत्वस्य नाम अस्ति सांसद्धिकम् इति। सांसद्धिकम् इत्युक्ते किम्? सांसर्गिकं स्वाभाविकं द्रवत्वं तु जले प्रसिद्धमेव। तस्य मूलस्वरूपमेव स्वाभाविकं। सत्यम्। इत्युक्ते तत्र किमपि केनापि निमित्तेन जले द्रवत्वं न भवति, स्वाभाविकेन तस्मिन् जलत्वं द्रवत्वमस्ति। स्वेन सिद्ध्यति इत्यतः सांसिद्धिकं स्वाभाविकं। मुरलीमहोदय, बुद्धं वा इदानीं सांसिद्धिकम् इत्युक्ते किम् इति? आम्, स्पष्टतया बुद्धं महोदय। अस्तु, समीचीनम्। अस्तु, अग्रे शिवराम महोदय, भवानेव पूरयतु एकम् एका एव पङ्क्ति। जलरूपे अपि तत् अग्रिम न जलरूपे अपि सत्यं जलरूपे अपि करवादौ तर्हि कथं न द्रवत्वम् उच्यते? जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम् उच्यते? कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्व्यणुके द्रवत्वं न आरभन्ते, ततश्च द्रवत्वरहितैरेव द्व्यणुकादिभिः क्रमेण करकोत्पत्तिः, अतः न तत्र द्रवत्वम् इति वैशेषिकसम्प्रदायः। अस्तु, वदतु महोदय। जलरूपे तत्र करकादौ तर्हि कथं द्रवत्वम् उच्यते? कुतश्चित् प्रतिबन्धात् अदृष्टविशेषत्वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्त द्व्यणुके द्रवत्वं न आरभन्ते, नाम जलस्य द्व्यणुके ये द्व्यणुकाः ये सन्ति तत्र। महोदय, तस्मात् पूर्वम् अत्र प्रश्नः किमर्थं जातं? प्रश्नः कः? प्रश्नः किमर्थं नाम जलस्य करक इति रूपं दृश्यते, तर्हि तत्र द्रवत्वं कथं वयं स्वीकुर्मः इति प्रश्नः। न न, प्रश्नः तद् नास्ति। जले विद्यमानद्रवत्वं कीदृशं, नैमित्तिकं वा सांसिद्धिकं वा? जले विद्यमानद्रवत्वं सांसिद्धिकमस्ति। सांसिद्धिकं, स्वाभाविकम् इति? स्वाभाविकम्। स्वाभाविकमस्ति, तर्हि इति एकं वाक्यं। द्वितीयम्, इदानीं करकं कीदृशपदार्थः? सः घनपदार्थः अस्ति, घनीभूतः। किन्तु केन द्रव्येण जातः? जलद्रव्येण। अस्तु, जलीयं, तर्हि करकं जलीयमस्ति खलु? जलीयम्। आमां, तर्हि जले स्वाभाविकद्रवत्वमस्ति, करकं जलीयं, तर्हि इदानीं किं जातं? करके अपि स्वाभाविकेन द्रवत्वं भवेत् खलु? करके करकं जलीयम् इत्यतः, अपि च जले द्रवत्वं स्वाभाविकम् इत्यतः, करके अपि स्वाभाविकद्रवत्वं दृश्येत, किन्तु न दृश्यते इति प्रश्नः। तदेव प्रश्नं पृच्छति, जलरूपे करकादौ तर्हि कथं न द्रवत्वं, किं जातं? स्वाभाविकद्रवत्वं तत्रापि भवेत् खलु, करकं जलीयम् इत्यतः? तत् इति प्रश्नः। तर्हि इदानीं तस्मिन् विषये उच्यते, वदतु इदानीं। महोदय, करकादौ इत्युक्ते can you just tell me exact meaning of करकादौ? ice इत्यादि पदार्थौ, स्नो, ऐस्। आम् आम् आम्, धन्यवादः। हैमं, हेमम् इदं हैम्। सत्यं सत्यं, अस्तु। तर्हि इदानीं प्रश्नः बुद्धम्। आमाम्, अस्तु, तर्हि उत्तरं किम्? कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात्वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्व्यणुके द्रवत्वं न आरभन्ते, ततश्च द्रवत्वरहितैरेव। अस्तु, एतादृशं चिन्तयतु महोदय, करकं करकं कथम् उत्पद्यते? यदा जलीयपरमाणवः एकत्रम् आगच्छन्ति तदा। सत्यं, तर्हि जलीयपरमाणुद्वयोः मध्ये संयोगः भवेत् खलु? प्रथमं संयोगः भवति, आम्। तेन द्व्यणुकं जायते। आम्, जलीयपरमाणौ स्वाभाविकद्रवत्वम् अस्ति खलु? आमां, जले विद्यमानद्रवत्वं स्वाभाविकम् इत्यतः सर्वेषु जलीयपरमाणुषु स्वाभाविकद्रवत्वम् अस्ति एव। तर्हि जलीयपरमाणुद्वयसंयोगेन जायमानद्व्यणुके अपि द्रवत्वं भवेत् खलु? स्वाभाविकद्रवत्वं भवेत्। किन्तु अत्र किं भवति, करकं यदा जायते तत्र यदा जुणुकं जायते करकस्य जुणुकं यदा जायते तस्मिन् तस्मिन् जुणुके द्रवत्वस्य किमपि प्रतिबन्धम् अस्ति येन यद्यपि जलीयपरमाणौ स्वाभाविकद्रवत्वमस्ति तथापि जलीयपरमाणुद्वयसंयोगेन यत् करकरूपकद्यणुकं जायते तत्र वस्तुतः द्रवत्वं स्वाभाविकद्रवत्वं न जायतेव इति नैयायिक इति वैशेषिकाः वदन्ति किमर्थं तत्र किमपि प्रतिबन्धः अस्ति येन यद्यपि कारणे तत्र द्रवत्वम् अस्ति स्वाभाविकद्रवत्वम् अस्ति किन्तु कार्ये न भवति किमपि प्रतिबन्धः अस्ति इति वदन्ति तदनन्तरं ततश्च द्रवत्वरहितैरेव द्यणुकादिभिः क्रमेण करकोत्पत्तिः भवति तर्हि इदानीं द्यणुके स्वाभाविकद्रवत्वं नास्ति द्रवत्वमेव नास्ति तर्हि द्रवत्वरहित द्यणुकत्रयसंयोगेन यत् त्रणुकं जायते तत्रापि न भवति किमपि अत्र किमिति प्रतिबन्धः अस्ति इति स्वीकर्तव्यम् बुद्धं वा आमाम् अस्तु सर्वैः बुद्धं वा प्रश्नः सन्ति चेत् इदानीं पृच्छन्तु अवगतम् अवगतम् अस्तु इति किमपि वक्तव्यं तत्र प्रश्नः भवत्येव किन्तु तत्र प्रतिबन्धः किमपि अस्ति स च प्रतिबन्धः कः इति न उक्तं वैशेषिकैः किन्तु प्रतिबन्धः भवेत् अनुमानमेव कुर्मः खलु भवतु यत्किमपि प्रतिबन्धं स्वीकुर्मः तेन करकरूपकद्यणुके द्रवत्वं स्वाभाविकं द्रवत्वम् अस्ति किन्तु तत् व्याप्तं नास्ति इति बोधः अस्तु यथा अत्र पूर्वमपि अस्माभिः अस्मिन् विषये एतादृश उदाहरणम् अस्माभिः दृष्टं कुत्र इति कस्यापि मनसि अस्ति वा मेहुल् महोदय न महोदय न स्मरामि जणुकारम्भ इत्युक्ते अत्र पश्यन्तु इदानीं तत्र सङ्ख्यायाः विषये वा महोदय सङ्ख्याविषये नास्ति सङ्ख्याविषये भिन्नवार्ता अस्ति इन्द्रियविषये इन्द्रियम् अस्तु तर्हि तत्र ग्राणेन्द्रियमिति स्वीकुर्मः मेहुल् महोदय भवान् उत्तरं वदतु ग्राणेन्द्रियं कीदृशम् कीदृशम् इत्युक्ते कीदृशपद कीदृशद्रव्यं ग्राणेन्द्रियं ग्राणेन्द्रिय कीदृशद्रव्यं पृथ्वी एव खलु सत्यं पार्थिवद्रव्यं खलु पार्थिव ग्राणेन्द्रियम् इति नित्यं वा अनित्यं वा पार्थिवद्रव्यः अथवा अनित्यम् न पार्थिवद्रव्यः इत्यतः अनित्यं नास्ति पार्थिवपरमाणवः नित्याः सन्ति खलु परमाणवः नित्याः सन्ति परमाणवः नित्याः किन्तु ग्राणेन्द्रियम् अनित्यं किमर्थम् एतत् मया पृष्टम् इति चेत् पार्थिवपरमाणूनां संयोगेन एव ग्राणेन्द्रियं जायते खलु सत्यं सत्यम् अस्तु पार्थिवपरमाणुषु रूपमस्ति वा न वा सत्यं तत्र त्रिषु द्रव्येषु रूपमस्ति खलु रूपस्य वृत्तित्वमस्ति पृथिवी जल तेजसि जले अभास्वरशुक्लरूपमस्ति तेजसि भास्वरशुक्लरूपमस्ति अन्यानि सर्वाणि रूपाणि पृथिव्यामस्ति तर्हि पार्थिवपरमाणौ रूपमस्ति किन्तु ययोः पार्थिवपरमाणोः मध्ये संयोगः जायते येन अन्ततो गत्वा ग्राणेन्द्रियं लभ्यते तर्हि इदानीं तस्मिन् ग्राणेन्द्रिये अपि रूपं भवेत् खलु किन्तु यदि रूपमस्ति तर्हि ग्राणेन्द्रियस्य प्रत्यक्षं भवेत्। किमर्थमित्युक्ते ग्राणेन्द्रियं मध्यमपरिमाणमस्ति, अपि च पृथिव्यां रूपमस्ति, तर्हि ग्राणेन्द्रियस्य प्रत्यक्षं भवेत् किन्तु न भवति, तर्हि तत्र किम् उक्तम्? अनुद्भूतरूपम् इति स्वीकृतं खलु? अनुद्भूतरूपं सत्यं। तत्र रूपमस्ति किन्तु तद्रूपम् अनुद्भूतं, तत्र प्रतिबन्धकः किमपि अस्ति येन रूपं तत्र रूपस्य रूपं न दृश्यते, इट् डस् नाट् मेनिफेस्ट्, व्यापकं न भवति इति यथा तस्मिन् सन्दर्भे अस्माभिः उक्तं पार्थिवपरमाणुषु रूपमस्ति एव, तर्हि द्वयोः पार्थिवपरमाणोः संयोगेन यद्यणुकं जायते तस्मिन् रूपं भवत्येव, किन्तु तत्र किमपि प्रतिबन्धकम् अस्ति येन तद् रूपं व्यापकं न भवति किन्तु अनुद्भूतमेव तिष्ठति। अनुद्भूतम् इत्युक्ते अन्मेनिफेस्ट् तिष्ठति इति यथा तत्र उक्तं तथा अत्र अत्रापि। अस्तु, बहु समीचीनं। प्रश्नाः सन्ति वा? नो चेत् अग्रे सरामि वा? अस्तु अस्तु, समीचीनं। तर्हि मुरळीमहोदय अग्रे पठति वा? इदानीं स्नेहः इति अन्यतमः गुणः। पठामि महोदय। शृणोतु वा? शृणोमि। स्नेहलक्षणनिरूपणं सम्प्रति स्नेहं लक्षयति चूर्णादिपिण्डिभावहेतुगुणः स्नेहः जलमात्रवित्रिः चूर्णादि पिण्डिभाव हेतुर्गुणः स्नेहः स्नेहः इति जलमात्रवृत्तिः एव। अस्तु, चूर्णादिपिण्डिभाव हेतुर्गुणः स्नेहः इत्यस्य अर्थः कः? चूर्णादि इत्युक्ते चूर्णम् इत्युक्ते पौडर् लैक्। सत्यं। पिण्डीभावहेतु गुणः। पिण्डीभावम् इत्युक्ते किम्? पिण्डीभावं अहं न जानामि महोदय, तत्र एकत्रीकरणम् एकत्रीकरणं कम् टुगेदर् कमिङ्ग् टुगेदर् कमिङ्ग् टु वाट् इस् इट् एकत्रीकरणम् इति। ओ, एकत्रीकरणम् इत्युक्ते आङ्ग्लभाषायां वदामश्चेत् इदानीं वीट् फ्लोर् अस्ति खलु, सो इफ् यु टेक् सम् वीट् फ्लोर्, वीट् फ्लोर् इस् बेसिकलि पौडर्, इफ् यु मिक्स् सम् वाटर् अण्ड् देन् यु मेक् पेस्ट् औट् आफ़् इट्, दट् इस् काल्ड् पिण्डीभाव। आमां महोदय, बोधं। तर्हि चूर्णादि पिण्डीभाव हेतुः गुणः, गुणः स्नेहः हेतुः इति स्नेहः इति गुणः, इति गुणः जलमात्र स्नेहः जलमात्रवृत्तिः। अस्तु, अग्रे पठतु महोदय। गोधूमपिष्टराशिः जलेन असंयुक्तस्थाल्यां गृहीतः, तस्य एकस्मिन् भागे हस्तेन गृहीते किं समग्रराशिः हस्ते धृतो भवति, एकदेश वा कश्चिते समग्रः राशि आकृष्टः भवति, नेति लोकसिद्धम् इदं, ततः जलेन युतं तमेन पिष्टराशिं स्थाल्याम् आदाय तद् एकदेश हस्तेन गृहीते समग्रः राशिः हस्ते घृत हस्ते धृतः भवति एकदेश वा कश्चिते समग्रः राशि आकृष्टो भवति इति अपि लोकसिद्धम् अस्तु प्रतिपादनं करोतु वा महोदय हा भवान् अवगच्छति वा अवगच्छति चेत् वदतु नो चेत् अहं किञ्चित् सहायं करोमि गोधुमा इति धान्यः तत्र पिष्टं पिष्टमित्युक्ते फ्लवर् माव् गोधुमा पिष्टराशिः लाट् आफ् गोधुमा फ्लवर् इस् द जलेन असंयुक्तः स्थाल्यां गृहीत स्थाल्याम् इत्युक्ते पात्रं तत्र भव तत्र स्थितः जलेन संयुक्तः भवति चेत् न न जलेन संयुक्तः वा असंयुक्तः वा असंयुक्तः इत्युक्ते केवलं तत्र गोधूमराशिं स्वीकृतम् एकस्यां स्थाल्यां वि हाव् टेकन् सम् वीट् फ्लार् आन् द प्लेट् तावदेव जलेन मिश्रणं न कृतम् आम् अस्तु तदनन्तरम् असंयुक्त इत्युक्ते वितौट् वाटर् जस्ट् ए फ्लोर् ओन्लि वि हाव् टेकन् हा इदानीं तस्य एकस्मिन् भागे हस्तेन गृहीत किं समग्रः राशिः हस्ते धृतो भवति तस्य पात्रेण एकस्मिन् बाह्ये मम हस्तं हस्तग्रहणं हस्तं गृहीत्वा किं समग्रः राशि हस्ते कृतो भवति तत्र किञ्चित् भागं हस्ते अस्ति इतरि उपरि भागं पात्रे अस्ति स्थाल्याम् अस्ति तदेव महोदय सत्यं अग्रे एकदेशे वा कर्षिते समग्राः राशिः आकृष्टः भवति एकदेशे वा कर्षिते समग्रः राशि आकृष्टः भवति अहं न जानीमः महोदय पर्टिक्युलर् सेण्टेन्स् कर्षणम् इत्युक्ते पुल्लिङ्ग् ओ कर्षणम् इत्युक्ते पुल्लिङ्ग् एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति बिकास् इट् इस् स्टिल् इन् द पौडर् फार्म् इफ् ऐ जस्ट् पुल् वन् पोर्षन् आफ् दि पौडर् नाट् आल् दि पौडर्स् कम् अलाङ्ग् Yeah, only a portion of the powders come because it is not, it's powder only, powder form only. Satyam. Aam. Aam. Naiti. Naiti. Lokasiddham. Naiti. Lokasiddham idam. This we have. Vayam dishtavantaha. Satyam. Agri. Anubhavam purvam. Tataha jalena itam tameva pushtarashim thalyam adaya edekada tadeka desha हस्तेन गृहीते समग्रः राशि हस्ते धृतः भवति इत्युक्ते किं तत्र स्थाल्यां जलं भवति चेत् गोधूम पिष्टराशे भवान् आङ्ग्लभाषायामेव वदतु no, when you add water this when you add water with this godhuma powder satyam tat and when you just make it a piece of paste ekadeshah hasteena grihita tat tadeva when you were doing that for example, for chapati or something, when you make godhuma pishtam, you just a part of it that gets stuck with your hand. Samagra rashi aste dhritaha bhavati. No, no, it doesn't, what it means, it does not get stuck in the hand. Once you have made it into a paste, if you pull, let us say now it is like a ball. If you pull one portion of the ball, the entire thing comes, correct? Right. So once you, this, what I was thinking, while making a powder, now after once it is made as a complete paste, then the entire thing will come out at, I understand, now. Astu, jalena yutam iti asti kalu, yutam iti te idanim jatam. Jalena mishrutam. तमेव पिष्टराशिं स्थाल्यमादय तद् एकदेशे हस्तेन गृहीते सति समग्रराशिः हस्ते धृतः भवति सर्वमिति सर्वं भवति हस्ते अस्तु सो इफ् यु पिक् अप् दट् बाल् द एण्टायर् बाल् कम्स् वित् यु यदि एकदेशे वा कर्षिते समग्रः राशिः इफ् यु पुल् इट् इन् वन् पोर्षन् द एण्टायर् बाल् मूव्स् टुवर्ड्स् यु आम् आम् तर्हि इदानीं तत्र जलेन मिश्रणं कृत्वा गोधूमराशि राश्यां किमपि इतोपि अधिकः गुणः जातः येन अत्र सम्पूर्णस्य आकर्षणं भवति पूर्वं जलेन मिश्रणं न कृतं तर्हि तत्र कर्षणं न जायते किन्तु जलेन मिश्रणं कृत्वा इदानीं गोधूमराश्याम् एव नूतनगुणः जातः येन सम्पूर्ण तत्र पिण्डीभावं हस्ते आगच्छति आम् आं महोदय तस्य हेतुः कः को हेतुः जलमेव जलं नास्ति जलसंयोग तत्र गोधूमराश्य राशेः जलसंयोगेन धन्यवादः महोदय अस्तु पश्यतु इदानीं जलसंयोगः एव कारणम् इति वदामश्चेत् अत्र इदानीम् एकं शिलाखण्डं स्वीकृत्य जलपात्रे क्षिपामः घटे क्षिपामश्चेत् तत्रापि इदानीं संयोगः अस्ति जलशिलाखण्डयोः मध्ये संयोगः अस्ति किन्तु तत्र शिलाखण्डे स्नेहः न जायते महोदय उत्तमं सत्यं तर्हि तत्र संयोगः जलसंयोगः एव पिण्डीराशिं प्रति कारणम् इति न वक्तव्यं तत्तु कारणमस्ति किन्तु जलसंयोगेन गोधूमराश्यां किमपि नूतनगुणः जायते स्नेहाख्यगुणः जायते तदेव कारणं यदि केवलं जलसंयोगः एव कारणं तर्हि इदानीं यस्य कस्यापि द्रव्यस्य जलेन सह संयोगः जायते तत्र सर्वत्र एतादृशभावः दृश्यते किन्तु न दृश्यते आं महोदय मेहुल् महोदय बुद्धं वा आं महोदय बुद्धं परन्तु तत्र विशेषपदार्थः अस्ति पिष्टराशिम् अतः पिष्टराशिम् अपि च जलस्य संयोगेन एव एतत् आकर्षणं भवति अन्यत् कुत्रापि पिष्टराशिं नास्ति अतः तत्र एतत् आकर्षणं न भवति सत्यं किन्तु तर्हि जलसंयोगः इति न वक्तव्यम् जले विद्यमानस्नेहः इति गुणः एव पिण्डीभावं कारयति चूर्णादिषु इति बोधः केवलं गोधूमा अपि तत्र स्नेहः नास्ति गोधूमपिष्ट एव राशि एव तत् स्नेहः वर्तते महोदय सत्यं गोधूमराशौ स्नेहः नास्ति जलसंयोगात् पूर्वं यथावत् तिष्ठति भिन्नभिन्नं तिष्ठति खलु तिष्ठति भिन्नं भिन्नं तिष्ठति जलसंयोगे तस्मिन् गोधूमराशौ पिण्डीभावं जायते त तस्य कारणं किम् इति चेत् स्नेहः आद्यगुणः केवलं जले एव लभ्यते. आं महोदय, तद्गुणं जलमेव, जलमात्रवृत्ति. हा महोदय, तत् जलम् एव संयोग इति अस्ति वा अन्यत् किमपि तैलमपि यदि संयोग तैलसंयोगः अपि भवति चेत् अपि तत्र स्नेहः जायते, पिण्डिभावं जायते. आम् सत्यं, किन्तु तत्र किं वक्तव्यं, समीचीनप्रश्नः. तत्र चिन्तयामि, तत्र तैले जलीयपरमाणवः सन्ति. बहु समीचीनम्. आम् यथा वायुगन्धः आसीत् महोदय, एवं घृतं योजयामश्चेत् तादृशं भवति खलु इति मम प्रश्नः अपि आसीत्, तादृश आसीत् किञ्चित् चिन्तितवान्. बहु समीचीनं, हा इति चिन्तनीयम्, इति चिन्तनीयं, सर्वैः चिन्तनीयं, बहु समीचीनं. तर्हि यथा वायौ गन्धः अनुभूयते तत्र पार्थिवपरमाणूनां मिश्रणमस्ति इति वदामः, तथा अत्रापि तैले, तैलं तु पार्थिवम् अस्ति, पार्थिवद्रव्यात् एव जायते, तथापि तत्र जलीयपरमाणूनां मिश्रणमस्ति इति कृत्वा, अपि च जलीयपरमाणुषु स्नेहाख्यगुणः अस्ति इति कृत्वा, तैलेनापि पिण्डीभावं कर्तुं शक्यते इति महोदय. भवता उक्तं खलु यदा शिलाकण्ठेन सह संयोगः भवति चेत् तत्र पिण्डीभावं न भवति इति, तदा तत्र कश्चन गुणः पार्थिव पदार्थे अपि भवेत्, जले अपि भवेत् इति वक्तव्यं खलु. न, अत्र गुणः इति न, पार्थिवपदार्थः कीदृशः भवेत् इति. चूर्ण, यः पार्थिवपदार्थः चूर्णरूपेण अस्ति तत्र पिण्डीभावं भवितुम् अर्हति, चूर्णरूपेण नास्ति चेत्. इत्युक्ते इदानीम् अहं शिलाखण्डं स्वीकरोमि, चूर्णरूपं करोमि, तदा पिण्डीभावं भवति वा? इत्युक्ते अत्र क्ले अस्ति खलु, क्ले अस्तु अस्तु, क्ले इति स्वीकुर्मः. क्ले अस्ति, अस्माकं बीच् मध्ये सिकता सन्ति, तत्रापि भवति, भवति भवति भवत्येव भवत्येव. किन्तु अत्र शिलाखण्डम् इति एकमेव अस्ति खलु, द्वयोः मध्ये एव तत्र पिण्डीभावं भवितुम् अर्हति. अस्तु अस्तु, बहुषु मध्ये एकं शिलाखण्डम् अपि च अन्यत् शिलाखण्डं, तर्हि द्वयोः मध्ये इदानीं पिण्डीभावं कर्तुं शक्यते वा इति चेत् न, तत्र चूर्णादिरूपं भवेत् इति तु सत्यं, चूर्णादिरूपं भवेत्. अस्तु, समयः जातः, अत्र स्थगयामः, इतः अग्रे सरेम, अग्रिमः धन्यवादः. धन्यवादः.